इदानीम् पठतु महोदय. उदाहरणं वर्गे षड्वादनतः सप्तवादनपर्यन्तं योगासनं प्रचलति. वर्गे नववादनतः दशवादनपर्यन्तं गीतापारायणं प्रचलति. हा समीचीनं समीचीनं. हा सरला भगिनी अग्रे. अस्तु गीता प्रवचनम् अभवत् न गीतापारायणं पारायणं गीतापारायणं कृतम्. इदानीं गीताप्रवचनं. ओके. वर्गे एकादशवादनतः द्वादशवादनपर्यन्तं गीताप्रवचनं भवति. प्रचलति प्रचलति प्रचलति समीचीनं. अस्तु भगिनि. नरेश रघुपति महोदय नमस्कारः. सुप्रभातं. नमस्कारः. अस्तु महोदय, तत्र पेज् 126 मध्ये स्मः. तत्र सम्भाषणं कृतं पूर्वं कथाम्. इदानीं तत्र अभ्यासः यत् यः अभ्यासः अस्ति तं 126 महोदय. सत्यं महोदय, सत्यं. अस्तु अस्तु. नरेश महोदय अग्रिमं. वर्गे त्रिवादनतः चतुर्वादनपर्यन्तं सम्भाषणवर्गः प्रचलति. हा समीचीनं. हा अस्तु. इदानीं सरला भगिनी अग्रे. वर्गे पञ्चवादनतः षट्वादनपर्यन्तं गीताध्यानं प्रचलति. गीताध्ययनं. समीचीनं भगिनि. हा अस्तु. अग्रे रघुपति महोदय. सप्तवादनतः अष्टवादनपर्यन्तं गीतोपन्यासः भवति. समीचीनं. गीताञ्जलि भगिनी नमस्कारः. नमस्ते महोदय. क्षम्यतां महोदय. चिन्ता मास्तु भगिनि, चिन्ता मास्तु. नूतनसमय भारतदेशे सर्वे बहु इदानीं सम्यक् अस्ति महोदय. रघुपति महोदय भवतः कृते सम्यक् आसीत् सार्धपञ्चवादने. किन्तु एतत् समीचीनम्. एतत् समीचीनम् अस्ति. अस्तु महोदय. अस्तु. अस्तु अग्रे. तत्र गीताञ्जलि भगिनी पेज् 126 मध्ये स्मः. तत्र द्वितीय अभ्यासः. अस्तु रघुपति महोदय, द्वितीय अभ्यासः आरम्भं करोति वा तत्र. आम् महोदय. उदाहरणम् एकनिमिषं. द्वितीय अभ्यासः. तः पर्यन्तम् इति योजयित्वा लिखत. द्वितीयाध्यायस्य पञ्चपञ्चाशत्तम श्लोकतः एकषष्टितमश्लोकापर्यन्तं चितप्रज्ञलक्षणम् अस्ति. चितप्रज्ञलक्षणम् अस्ति. अस्तु. अग्रे भक्तलक्षणम् अस्तु. त्रयोदश सोरि द्वादशाध्यायस्य त्रयोदशश्लोकतः नवदश सोरि नवदशश्लोकपर्यन्तं भक्तलक्षणम् अस्ति. भक्तलक्षणम् अस्ति. समीचीनं महोदय. अस्तु गीताञ्जलि भगिनी अग्रिमं. महोदय एकक्षणम्. अस्तु अस्तु अग्रे करोतु भगिनि, चिन्ता मास्तु. नरेश महोदय अग्रिमं करोति वा. आं महोदय. षोडश बिन्दु एकं षोडश षोडश अध्यायतः तत्र प्रथमसङ्ख्या अस्ति अध्यायः, तदनन्तरं श्लोकस्य सङ्ख्या. षोडश षोडश अध्यायस्य तत्र उदाहरणं द्वितीय अध्यायस्य षोडश अध्यायस्य प्रथमश्लोकतः षोडश अध्यायस्य इदानीं षोडश पुनः वक्तव्यं नास्ति, केवलं षोडश अध्यायस्य प्रथमश्लोकतः तृतीयश्लोक श्लोकपर्यन्तं देवी सम्पत् उक्ता अस्ति. दैवी सम्पत् उक्ता अस्ति. उक्ता अस्ति. समीचीनं महोदय. अस्तु, इदानीं सरला भगिनी. दशम अध्यायस्य विंशति श्लोकतः एका चत्वारिंशत् श्लोकपर्यन्तम् ईश्वरस्य विभूतयः उक्ताः. समीचीनं भगिनि. अस्तु, गीताञ्जलि भगिनी इदानीं वदति वा? आम् महोदय. पञ्चमबिन्दु पञ्चमबिन्दु. आम् महोदय. दश एकादश अध्यायस्य दशतमश्लोकतः तम इति इत्युक्ते तत्र विंशति उत्तर इदानीं दश दशमश्लोकतः त्रयोदश दशमश्लोकपर्यन्तं. न, दशमश्लोकतः त्रयोदश श्लोकपर्यन्तं. त्रयोदश अध्यायपर्यन्तं. त्रयोदश तत्र त्रयोदशमश्लोकपर्यन्तम् इति. समीचीनं भगिनि. कति संख्या तम तत्र? विंशति तदनन्तरं तत्र विंशति तदनन्तरम्. आम् महोदय, पुनः एकवारम् अहं महोदय. एकादशाध्यायस्य दशमश्लोकतः त्रयोदशमश्लोकपर्यन्तं विश्वरूपदर्शनम्. समीचीनं भगिनि. अस्तु, समीचीनम्. अस्तु, तत्र अधोभागे यदस्ति तदपि एकवारं पठतु भगिनि. सः पर्यन्तम् इत्यस्य एतादृशाः प्रयोगाः अपि भवन्ति. हिमालयतः कन्याकुमारी पर्यन्तं भारतम् अस्ति. आरम्भतः अन्तपर्यन्तं भगवद्गीतां पठतु. तत्र किमस्ति, तत्र पूर्वं प्रथम अभ्यासे तः पर्यन्तम् इति कस्मिन् सन्दर्भे तस्य उपयोगः अभवत्? पञ्चमी विभक्ति. न, तः पर्यन्तम् इति प्रथम अभ्यासे विषयः कः आसीत्? समयः इति विषयः आसीत्. किन्तु तत्र किं वदन्ति इदानीं? तत्र हिमालयतः कन्याकुमारी पर्यन्तं भारतम् अस्ति इति, तत्र तः पर्यन्तम् इति प्रयोगः कस्मिन् विषये इदानीं विषयः अस्ति? स्थल अथवा देशः, प्रदेशः इति. अपि पुस्तके अपि यत् स्थानम् इतः ततः पर्यन्तम् इति तादृशपुस्तके वा प्रदेशे वा समये वा वयं कर्तुं शक्नुमः इति. अस्तु, समीचीनं. महोदय, तदेव इतः तथा इतस्ततः इति इतः तः योजयित्वा. सत्यं महोदय, इतस्ततः गच्छति इतः ततः इतस्ततः. सत्यं महोदय. सत्यं, तदेव. अस्तु, बालचेतन महोदय नमस्कारः, सुप्रभातम्। हरि ओम् महोदय। हरि ओम्। हा अस्तु, अतः तत्र अग्रे गन्तुं शक्नुमः इति मन्ये। तत्र अग्रिम अध्याये तत्र छात्राः सन्ति, योगेशः, सञ्जयः, श्रद्धा, छात्राः आचार्यः। अस्तु, रघुपतिमहोदय भवान् आचार्यः भवतु तत्र। नरेश महोदय भवान् छात्राः अपि, श्रद्धा सरला भगिनी भवती श्रद्धा अपि, गीताञ्जलि भगिनी भवती किं भवति तत्र? योगेशः। अस्तु अस्तु, योगेशः अस्तु। अपि कुत्र अस्ति भानचेतनी महोदय, भवान् किं करोति? सञ्जय। अस्तु अस्तु तर्हि सञ्जयः अग्रिमपुटे अग्रिमपुटे सम्भाषणं यत् अस्ति तस्मिन् भवान् सञ्जयः महोदय। पुटसङ्ख्या 127 अस्तु तर्हि तत्र नरेश महोदय भवान् एव आरम्भं करणीयं महोदय। आचार्य प्रणामः। प्रणामः। प्रणामः। सर्वे समागताः वा? आम्। साधु, यः पाठितवान् गीताश्लोकान् सर्वे, यः पाठितान् गीताश्लोकान् सर्वे कण्ठस्थीकृतवन्तः किम्? क्षम्यतां श्रीमन्, अहं न कृतवान्, किन्तु एकवारं पठितवान्। वनचेतनि महोदय। सञ्जयः। सञ्जयः। महोदय सञ्जय, अहं पञ्चवारं पठितवान्। श्रीमन्, अहं पञ्चवारं पठितवती। समीचीनं। योगेश, त्वमपि वारंवारं पठ। एकवारं पठनेन अर्थबोधः न भवति। यदा वयं त्रिवारं चतुर्वारं वा पठामः तदा सम्यक् अवगन्तुं शक्नुमः। अस्तु, इदानीं सर्वेपि द्विवारं श्लोकान् उच्चारयन्तु, तदनन्तरं नूतनान् श्लोकान् पठामः। शिवम्, अद्य आरभ्य वयं वारं वारं पठामः। अद्य आरभ्य अहं श्लोकम् एकवारं वदामि, भवन्तः तमेव श्लोकं द्विवारं वदन्तु। तथैव भवतु श्रीमन्। समीचीनं, धन्यवादः। अस्तु, तत्र कोऽपि प्रश्नः अस्ति वा? प्रायशः सर्वे, हा तत्र क्लेशः नास्ति इति मन्ये। तत्र किमस्ति? पठामः, पठिता, पठितं, पठितवान्, पठितवती इति तत्र कतिवारं, एकवारं पठितवान्, एकवारं, पञ्चवारं, चतुर्वारम् इति अस्ति। तत्र सङ्ख्या अस्ति कतिवारम् इति उत्तरं भवति, प्रश्नस्य उत्तरं द्विवारं पठितवान् इति। किन्तु वारं वारम् इत्युक्ते किम्? अस्तु, समीचीनं। हा, अपि अद्य तद् एकमस्ति, तदनन्तरम् अन्यत् अस्ति अद्य आरभ्य इत्युक्ते फ्रम् टुडे आन्वर्ड्स्। हा, अद्य आरभ्य, अद्य आरभ्य प्रतिदिनम् अहं गीतां पठामि इति तादृशवाक्यं भवति। अस्तु महोदय, आरभ्य इति लब्धपदम् अस्ति। आरभ्य प्रायशः भगिनि, सत्यं सत्यं। तत्र आर् तत्र क्रियापदं किं, धातु किम् अस्ति तत्र? रब् धातु अस्ति। अस्तु अस्तु, अपि उपसर्ग अस्ति। हा, आरब्धः इति, हा तत्र आरब्धम्। हा, समीचीनं भगिनि। अस्तु अस्तु, सत्यं सत्यम्, आरभ्य इति लेबन्तम् अस्ति। समीचीनं भगिनि। हा, सत्यं, धन्यवादः। वारम् इति अव्ययपदं महोदय इति चिन्तयामि, वारम् इति। हा महोदय, अन्यः कोऽपि पदं तत्र प्रयोगं कर्तुं शक्यते महोदय? कुत्र भव महोदय? आरभ्य, सः इति महोदय। अद्य आरभ्य वा? अद्य आरभ्य न भवति, अद्य आरभ्य स्थाने इति प्रश्नः वा? आं महोदय, तदपि पूर्वं षड्वादनतः सप्तवादनपर्यन्तं तद् प्रभृतं महोदय, प्रभृतं प्रभृति सायं प्रभृति सोरि प्रातः प्रभृति सायम् अस्तु प्रभृति प्रभृति इति भवति प्रातः प्रभृति सायम् एक श्लोकमस्ति अस्तु हा अस्तु महोदय प्रायशः भवति तदपि हा किन्तु एतद् प्रसिद्धः अस्ति तद् कुत्र कुत्र भवति महोदय रघुपतिमहोदय तत्र प्रभूतः श्लोकमस्ति प्रभृति प्रभृति महोदय प्रभृति प्रभृति प्रभृति सायान्तं सातरं तदा किमपि श्लोकमस्ति अहं न जाने सम्यक् अपि न जानामि अस्तु अस्तु अस्तु एतत् प्रसिद्धः अस्ति तद् अन्यदपि प्रायशः भवति महोदय न जानामि अस्तु धन्यवादः हा नूतन इति मन्ये भगिनि सत्यं पञ्चवारम् अस्तु सत्य हा तत्र समस्तपदम् इति एव दर्शितमस्ति तत्र खलु किं भगिनि एकवारं चतुर्वारं पञ्चवारं व्यस्तप्रयोगः कथं भवति तथैव पञ्चवारम् हा तत्र अहं भवत्याः प्रश्नं न अवगच्छामि पञ्चवारमिति समस्तपदम् अस्ति तस्य व्यस्तपदं कथं भवति इति ओ अस्तु अस्तु अस्तु अस्तु अस्तु चिन्तवती अस्मि हा अस्तु पञ्चविभक्ति किं भवति पञ्च तथा न भवति इति अहं चिन्तयामि तत्र भगिनि तत्र हा अन्यत् केवलं तत्र अहं प्रायशः तत्र अहम् अन्यत् रूपं केवलं यत् स्मरामि तदस्ति पञ्चमवारं यदि भवति इति तत्र पञ्चम इति पञ्चमे वारे तादृश इति तद् वक्तुम् इच्छामश्चेत् तत्र किमपि तत्र व्यस्त तत्र समस्तपदं न भवति किन्तु नो चेत् समस्तपदमेव मया दृष्टम् इति मन्ये तर्हि प्रथमः वारं द्वितीय प्रथमवारं द्वितीयवारं तृतीय प्रायशः तदेव तदेव अस्तु हा अस्तु अस्तु तर्हि अत्र अधोभागे यः अभ्यासः अस्ति तत् कुर्मः हा तत्र बानचेतनी महोदय अधोभागे प्रथम अभ्यासः अस्ति तद् आरम्भं करोति वा कोष्टके दत्तानां शब्दानाम् उपयोगेन यथोदाहरणं वाक्यानि रचयत उदाहरणानि दीपावलिवर्षे एकवारं भवति दीपावलिवर्षे एकवारं भवति गुरुः छात्रः एकवारं भवति समीचीनं महोदय अस्तु इदानीं गुरुः छात्रान् पाठयति एकवारम् इति कोष्टके अस्ति एकवारम् इति नास्ति तत्र कोष्टके एकवारम् अस्ति बहुवारम् अस्ति कदा अस्ति वारं वारम् अस्ति अध्यारभ्य अस्ति तत्र किं समीचीनम् इति चिन्तयित्वा तत्र किं समीचीनं भवति इति चिन्तयित्वा गुरुः छात्रान् अद्य आरभ्य पाठयति अस्तु अस्तु, अध्यारभ्य तद् तत् समीचीनम् अस्ति. अन्यत् किं तत्र भवितुम् अर्हति? एकवारं पाठयति. अस्तु, वारं वारम् अपि, बहुवारं बहुवारं पाठयति अथवा वारं वारं पाठयति. मङ्गलवारम् अस्ति इति न, मङ्गलवारम् इति अन्यत् मङ्गलवासरः अस्ति, तद् मङ्गलवारं नास्ति. एतत् वारम् अस्ति यत् दक्षिणभारते भाषासु यद् वारम् अस्ति तद् भिन्नः अस्ति. मङ्गलवारः नास्ति संस्कृते, मङ्गलवासरः इति अस्ति खलु महोदय. महोदय, अहं श्वः एव विहाय एव दृष्टवान्, वासर अपि अस्ति, वारः अपि अस्ति इति संस्कृते इति कोऽपि संहिता लिखितवान् आसीत्. अस्तु महोदय, किन्तु अत्र मङ्गलवारः इति वारः तद् समीचीनं भवति चेदपि केवलं यद् दत्तमस्ति तत् तद् अस्तु अस्तु महोदय. हा, तत्र मङ्गलवासरः वा मङ्गलवारः न दत्तमस्ति खलु, अतः हा समीचीनं महोदय. यद् भवान् उक्तवान् भानुचितिन् महोदय समीचीनमेव. अस्तु, हा तर्हि अग्रे नरेश महोदय. आम् महोदय, भवान् पठिष्यति, भवान् बहुवारं पठिष्यति, वारं वारं पठिष्यति, अथवा प्रश्नः अस्ति चेत्, प्रश्नः अस्ति चेत् भवान् कदा पठिष्यति, हा इति तदपि समीचीनं. सत्यं महोदय. अस्तु, सरलभगिनी अग्रे. वर्षे द्विवारं वयं नवरात्रोत्सवम् आचरामः. हा, तत्र द्विवारं न दत्तमस्ति किन्तु तत् समीचीनमेव अस्ति भगिनी. हा अस्तु, अस्तु अस्तु, अग्रे रघुपतिमहोदय. अस्तु, शिशुः दिने दुग्धं पिबति, एकं दिने बहुवारं दुग्धं पिबति. हा समीचीनं, अस्तु, शिशुः दिने बहुवारं दुग्धं पिबति, समीचीनं महोदय. अस्तु, गीताञ्जलि भगिनी अग्रे. अहं सत्यं वदामि, अहम् अद्य आरभ्य सत्यं वदामि. अस्तु भगिनि, अस्तु, तत्र हा तत्र किं, यदि कोऽपि तादृशवाक्यं वदति चेत् तत्र सर्वे चिन्तयन्ति किम् एतावत् किम् अभवत् इति. अस्तु, अहम् एकवारं वदामि. अस्तु अस्तु, हा अस्तु, अग्रे गच्छामः तर्हि. तत्र अग्रिमविषयः अस्ति तत् क्रियापदस्य विशेषणम् इति, तादृश शनैः शीघ्रं मन्दम् इति, उच्चैः शनैः इति, तत्र एतदपि वयम् अभ्यासपुस्तके दृष्टवन्तः, किन्तु पुनरेकवारं तस्य प्रयोगम् अभ्यासः भवति, तदनन्तरं त्वान्तरूपं तद् पश्यामः. अस्तु, तत्र कः इदानीं, हा सरला भगिनी आरम्भं करोति वा एतत्? शनैः शनैः उपरमेत् उपरमेत् इति विधिलिङ्ग विधिलिङ्ग अस्ति. तस्य अर्थं भवति वर्तमानकाले किं भगिनि, किं भवति स्थापयतु, शनैः शनैः तिष्ठतु इति. अस्तु भगिनि, शब्दकोशे मीनिङ्ग् अस्ति टु सी, किं किम् अस्ति शब्दकोशे, अस्तु भगिनि, अस्तु, उपरं स्थापयतु, अवगच्छत च शीघ्रं मन्दम् उच्चैः शनैः सम्यक्, शीघ्रं किञ्चित् झटिति झटिति करोतु, मन्दमिति बहु समयं स्वीकृत्य करोतु. उच्चैः वदतु, अभाव मन्दं उच्चैः वदतु. शनैः इति भवति यदि न श्रूयते तदा वदामः शनैः, गति अपि शनैः भवति, शनैः स्लो इति अस्तु अस्तु सम्यक् इति सम्यक् साधु इति तस्य अर्थं भवति. अश्वः शीघ्रं गच्छति, गजः मन्दं गच्छति, सिंहः उच्चैः गर्जति, चटकः शनैः शब्दं करोति. समीचीनं. तदनन्तरं सम्यक् इति उत्तमं, सम्यक् तदपि. गायिका सम्यक् गायति, बालिका सम्यक् पठति, एतत् भोजनम् उत्तमम् अस्ति. समीचीनं भगिनि. अस्तु, इदानीं इति सर्वे विशेषणपदानि अपि, किन्तु अत्र विशेषणं क्रियापदस्य विशेषणम् अस्ति अत्र. तत्र केवलम् अहं चिन्तयामि तत्र तत्र सत्यं भगिनि, तत्र उच्चैः गर्जति, तत्र उच्चैः गर्जति अपि तत्र क्रियापदस्य विशेषणम् अस्ति. सम्यक् गायति, सम्यक् पठति, मन्दं गच्छति इति, किन्तु एकम् एव तत्र मम मनसि क्लेशः यदस्ति तत्र तदस्ति भोजनम् उत्तमम् अस्ति इति. तत्तु भोजनस्य विशेषणं न तु अस्ति इति अस्ति खलु. केवलं तत्र प्रायशः गच्छति, तत्र क्रियापदं विशेषति, कथं गच्छति, शीघ्रं गच्छति. सत्यं भगिनि, किन्तु प्रायशः तद् अन्तिम उदाहरणं यदि नास्ति चेत् क्लेशः न भवति इति मन्ये खलु. तत्र भोजनम् उत्तमम् इति, उत्तमं तु भोजनस्य विशेषणं भवति, न तु अस्ति इति क्रियापदस्य. अस्तु भगिनि, समीचीनं. तत्र मन्दं, शीघ्रम्, उच्चैः, शनैः इति किम् अस्ति तत्र क्रियापदस्य विशेषणं, क्रिया कथं भवति इति तस्य विवरणं करोति इति कृत्वा क्रियापदस्य विशेषणम् इति वक्तुं शक्नुमः. अस्तु, तत्र नरेश महोदय अहं चिन्तयामि एतत् क्रियापदस्य वा विशेषविशेषण भाव तस्य भेदं द्रष्टुम् इच्छति, एतत् तस्य भेदमस्ति. भोजनमिति तत्र केवलं अन्तिम उदाहरणं, तस्य उद्देशः अस्ति, एषः भिन्नः. अन्यानि सर्वाणि वाक्यानि क्रियापदस्य विशेषणं, किन्तु सावधानम् इति वक्तुम् इच्छति अन्तिम उदाहरणम्. अस्तु भगिनि, अस्तु इति चिन्तयामः. अस्तु, प्रायशः. अस्तु भगिनि, समीचीनम्. अस्तु नरेश महोदय, गीताञ्जलि भगिनी वदतु. भगिनी महोदय, अहं न अवगच्छामि किमर्थम् इति शीर्षकः इत्युक्ते शनैः शनैः उपरमेत् इत्युक्ते तद् गीताश्लोकः अस्ति. सरला भगिनी किम् उक्तवती भवती? अहं स्पोकन् संस्कृत मध्ये दृष्टवती, स्टाप् गिव् अप् इति अस्ति, उपरमते. तत्र गीताश्लोकं द्रष्टव्यमस्ति भगिनि. सर्वे शीर्षकाः गीता भगवद्गीतायाः सन्ति खलु. समानेव महोदय, शनैः शनैः त्यजतु इति प्रायशः नास्ति इति न जानामि भगिनि. अन्य कोऽपि वक्तुम् इच्छति वा तत्र किमस्ति इति उपरमेत् इत्युक्ते रमे रम् धातोतः अहं चिन्तयामि अतः किमपि उपरमेत् इति किमपि अस्ति वा उपरमेत् इति भवेत् इति तत् तादृशरूपं वा तदेव सरलभगिनी उक्तवती रमते रमते इति चित्ते रमते मीन्स् टु एन्जॉय उपसर्ग योजित्वा अर्थं भिन्नं भवति तत्र भगवद्गीतायां द्रष्टव्यमस्ति इति भगिनी तत् सत्यं भवेत् इति तादृशरूपं गीताञ्जलि भगिनी एकवारं दृष्ट्वा वदतु भगिनी भवती भगवद्गीतायां दृष्ट्वा वदतु तत् प्रायशः तत् समीचीनं न श्रूयते वा इदानीं इदानीं सम्यक् अस्ति अस्तु अस्तु नरेश् महोदय प्रथमाभ्यासं शीघ्रं मन्दं सम्यक् उच्चैः शनैः एतेषु उचितेन शब्देन रिक्तस्थानानि पूरयत भीमः शीघ्रं भोजनं करोति अथवा सम्यक् भोजनं करोति सत्यं महोदय शीघ्रम् अथवा सम्यक् द्वयमपि समीचीनम् अस्तु बालचेतनी महोदय अग्रे मन्दमपि समीचीनं महोदय हा हा मन्दमपि समीचीनं सम्यक् अपि समीचीनं हा किन्तु किन्तु शनैः उच्चैः न समीचीनं तत्र प्रायशः बालचेतनी महोदय द्वितीयं श्रीकृष्णः रथं चालयति समीचीनं तदपि समीचीनम् अस्ति रघुपतिमहोदय क्षेपणी इति किमपि अस्ति मिसैल् अस्ति वा क्षेपणी मिसैल् अपि अस्तु क्षेपणि शीघ्रं गच्छति हा क्षेपणि शीघ्रं गच्छति क्षेपणि किमस्ति राकेट् अथवा मिसैल् इति उक्तवन्तः क्षेपयति क्षिपति क्षेपणि अस्तु अस्तु अग्रे गीताञ्जलि भगिनि सैनिकानां पत्न्यः सैनिकानां पत्न्यः विलपनं कुर्वन्ति उच्चैः विलपनं कुर्वन्ति समीचीनं भगिनि समीचीनं भगिनि अस्तु हा समीचीनं तेषां दुःखं प्रदर्शयन्ति समीचीनं हा सरला भगिनी अग्रे कूर्मः मन्दं गच्छति हा कूर्मः मन्दं गच्छति समीचीनं हा अस्तु महोदय अहम् उपरमयति इति अस्ति क्रियापदं काम् डौन् अस्तु शनैः शनैः उपरमेत् अस्तु अस्तु शनैः उपरम इति अस्ति मास्कुलिन् वर्ड् नाउन् सेज् लीविङ्ग् ऑफ बिफोर सीजिंग अस्तु सो काम् डौन् इट् मेक्स् शनैः शनैः क्रोधम् उपरम प्रायशः अस्तु अस्तु भगिनि हा समीचीनं धन्यवादः गीताञ्जलि भगिनि समीचीनं वा इदानीं अस्तु अस्तु अग्रे रघुपतिमहोदय वदति वा एकनिमिषं महोदय. न शृणोमि किञ्चित्, अस्तु, न शृणोमि किञ्चित् उच्चैः वदतु. समीचीनं महोदय. अस्तु, अग्रे बाणचन्द्र महोदय. एतत् पुस्तकं बहु अस्ति, एतत् पुस्तकं बहु सम्यक् अस्ति. हा, एतत् पुस्तकं बहु सम्यक् अस्ति. समीचीनं महोदय. अस्तु, गीताञ्जलि भगिनी अग्रे. गीताञ्जलि भगिनी अग्रे अस्ति वा? अस्तु, नरेश महोदय अग्रे वदति वा महोदय. भीमः उत्तमं पाकं करोति स्म. हा, अस्तु. हा, तत्र केवलं वर्तमानकाले केवलम् एतत् कर्तुम् इति न, हा, भूतकाले अपि वयम् एतादृशप्रयोगं कर्तुं शक्नुमः. अस्तु, समीचीनं. हा महोदय, हा, अत्र शनैः अस्ति, तदपि शनैः इति स्लो इति अपि मन्दम् इति तत् तदर्थेन अपि वयं प्रयुञ्जमहे. तदेव सरलभगिनी उक्तवती खलु महोदय. सा उक्तवती तत्र शनैः इति यत् उदाहरणं, यः उदाहरणं, यत् उदाहरणं दत्तम् आसीत्, चटकः शनैः शब्दं करोति इति, तत्र केवलं शब्दस्य इति विशेषणम् आसीत्, किन्तु सा उक्तवती तत्र मन्दं गमनस्य अपि विशेषणं भवितुम् अर्हति इति. हा, हा, सत्यं महोदय, समीचीनमेव. हा, अस्तु, अग्रे कः? हा, भवान् एव इति मन्ये, भवान् कृतवान् खलु तत्र. अस्तु, सरला भगिनी, वृद्ध चेन्नैः वदति या मन्दं वदति, द्वे अपि साधु साधु. अस्तु, समीचीनं भगिनी. अस्तु, गीताञ्जलि भगिनी अस्ति वा इदानीं? गीताञ्जलि भगिनी न श्रूयते. हा, प्रायश, किन्तु अत्र अस्ति, तस्य नाम अत्र अस्ति. अस्तु, भानुचेतन महोदय अग्रे. महोदय, किं पठामि महोदय? अवधेयं, बुद्धिमान्, दशम, बुद्धिमान् अवगच्छति, बुद्धिमान् शीघ्रम् अवगच्छति, बुद्धिमान् शीघ्रम् अवगच्छति. समीचीनम्. अस्तु महोदय, तत्र अधोभागे अवधेयमस्ति, तदपि पठतु महोदय. अवधेयम्, एतादृशवाक्यानां प्रश्नकरणे कथम् इत्यस्य अभ्यस्य प्रयोगः भवति. यथा भीमः कथं भोजनं करोति इति. अस्तु, तत्र तत् तस्य अपि प्रयोगः. हा, तत्र शीघ्रं भोजनं करोति अथवा सम्यक् भोजनं करोति इति भवति. अस्तु, समीचीनम्. अस्तु, अस्तु, अग्रे तत्र अग्रिमाध्याय अस्ति तत्र. हा, त्वा इति प्रतियान्तानि. हा, तत्र कर्णः अस्ति, दुर्योधनः अस्ति. हा, अस्तु, तत्र अत्र अन्य कोऽपि पठति तत्र. हा, अस्तु, एकवारं शृणोतु. क्षम्यतां महोदय. दुर्योधन कर्णः, दुर्योधन अहं कर्णः, दुर्योधनः कर्ण वद, किमर्थं खिन्नः कर्णः? जनाः मां दृष्ट्वा अयं सूतपुत्रः इति परिहसन्ति. दुर्योधनः, चिन्तां त्यक्त्वा मया सह वस, राज्यं दत्त्वा त्वा महाराजं करोमि. कर्णः, भवान् आशयं कल्पयित्वा माम् उद्ध उद्धृतवान् अस्ति। अहं किं कृत्वा एतस्मात् ऋणात् मुक्तः भवामि? दुर्योधनः, त्वं मम मित्रम् एव, अहं स्थित्वा प्रतिकारं कुरु। कर्णः, इति एतं प्रसङ्गं स्मृत्वा भवतः सहकारं करोमि। सम्यक्। हा अस्तु, मम पुत्री पठितवती। हा अस्तु अस्तु अस्तु अस्तु अस्तु, इदानीं तत्र अक्त्वान्तरूपम् इति अस्ति। हा अस्तु, तत्र पुनरेकवारं तत्र पश्यामः, तत्र अक्त्वान्तरूपं किं किम् अस्ति इति कोऽपि वदति वा? सरला भगिनी, त्वान्तरूपं किं किम् अस्ति? अस्तु, अत्र रक्तवर्णे अस्ति। दृष्ट्वा, हा दृष्ट्वा, त्यक्त्वा, दत्त्वा, कृत्वा, स्थित्वा, स्मृत्वा। हा हा हा, कल्पयित्वा अपि रक्तवर्णे भवितव्यम् अस्ति। हा समीचीनं। हा हा सत्यं भगिनि। हा अस्तु, हा अस्तु, इदानीं तत्र त्वान्तरूपं तस्य एव इदानीम् अभ्यासः, तदेव विषयः अस्ति। तत्र क्रियापदमस्ति, त्वान्तरूपम् अस्ति। तत्र त्वान्तरूपं तस्य उपयोगः कदा भवति? भूतकालार्थे इति भवति, अथवा कार्यद्वयम् अस्ति चेत्, एक कार्यम् अभवत् तस्य अनन्तरम् अन्यत् कार्यं कुर्मः इति, हा इति तादृशसन्दर्भे वयं त्वान्तरूपं तस्य प्रयोजनं कुर्मः, तस्य प्रयोगः भवति। सत्यं, समीचीनम्। अस्तु, तत्र कोष्टके त्वान्तरूपं दत्तमस्ति, तत्र हा तत् पठति इति, तत्र पठित्वा इति, तत् उपयुज्य, हा तत्र एकम् क्रियापदं स्वीकुर्वन्तु। तत्र भानुचतुरी महोदय, भवान् किम् उपयुज्य वाक्यं रचयति इति चिन्तयतु। तत्र यद् यानि क्रियापदानि सन्ति, यानि क्रियापदानि सन्ति तत्र कोष्टके महोदय, हा तत्र एकं स्वीकृत्य वाक्यं रचयतु महोदय, त्वान्तरूपम् उपयुज्य। हा सरला भगिनी अपि, गीताञ्जलि भगिनी, हा नरेश महोदय, हा रघुपति महोदय, हा अस्ति, अस्तु, कः वक्तुम् इच्छति? वदामि। अस्तु, नरेश महोदय वदतु। हा पठति पठित्वा, अहं पाठं पठित्वा विद्यालयं गच्छामि। हा समीचीनं महोदय, हा अहं पाठं पठित्वा विद्यालयं गच्छामि, समीचीनं। हा अग्रे भ्रमति भ्रमित्वा, अहं उद्याने भ्रमित्वा भोजनं करोमि। समीचीनं महोदय, अस्तु, सरला भगिनी। बालः क्रीडित्वा गृहम् आगच्छति। हा बालः क्रीडित्वा गृहम् आगच्छति, समीचीनं भगिनी। हा अस्तु, अन्यत् वाक्यमस्ति वा कर्तुमिच्छति? वयं धावित्वा धावित्वा खादामः। अस्तु, समीचीनं। हा अस्तु, हा समीचीनं भगिनी, अस्तु, रघुपति महोदय। अस्तु महोदय, उदित्वा अस्ति, अहं त्वान्तरूपम् उदित्वा लेवन्तरूपं लेवन्तरूपं ज्ञात्वा वदामि। अस्तु महोदय, हा अस्तु, हा हा गीताञ्जलि भगिनी वदति वा? अहं किमपि न त्यक्त्वा आ, आ, आ, शनैः शनैः न अहं किमपि न त्यक्त्वा वारं वारं खादामि. अहं किमपि न त्यक्त्वा वारं वारं खादामि. अस्तु भगिनि, समीचीनं, सम्यक् सम्यक् सम्यक् अस्ति भगिनि. हास्यास्पदमस्ति किन्तु सम्यक् एव अस्ति. हा समीचीनं भगिनि. अस्तु वनचित्रि महोदय अग्रे. अग्रे वा कोऽपि वा? कोऽपि कोऽपि हा कोऽपि हा. तत्र किमपि किमपि क्रियापदं किमपि को नाम वन्दः उक्त्वा शिष्यः गुरोः पार्श्वे गच्छति. समीचीनं महोदय. अस्तु अन्यत् वाक्यं किमपि कोऽपि वक्तुम् इच्छति वा? पुष्पाणि विन्दित्वा बालां रचयामि. समीचीनं. उदित्वा नास्ति अपायः अस्ति उपायः. उदित्वा गुरुः शिष्यम् अभयं ददाति. शिष्याय इति प्रायशः अभयं ददाति अस्ति चेत् शिष्याय रामाय शिष्यः शिष्याय चतुर्थी शिष्याय अभयं ददाति. किम् उक्त्वा महोदय पुनरेकवारं? समीचीनमासीत् नास्ति अपायः अस्ति उपायः इति उक्त्वा गुरुः शिष्याय उदित्वा गुरुः शिष्याय अभयं ददाति. समीचीनम् अस्ति महोदय. समीचीनम् अस्तु. अन्य कोऽपि वक्तुम् इच्छन्ति वा? वयं मोदित्वा रमित्वा संस्कृतस्य अध्ययनं कुर्वन्तः स्मः. समीचीनमस्ति महोदय. अस्तु विन्दति इत्युक्ते महोदय चिनोति बहु बहु अर्थ दत्तं कोकन् संस्कृत मध्ये. विन्दति नमति नास्ति विन्दति विन्दति नमति वन्दति वन्दति वन्दति वन्दतु अस्ति. डिस्कवर् प्रोड्यूस् पार्टे कन्ट्रैव अटेंड उत्तरं महोदय उत्तरं लब्ध्वा अहम् अग्रिमे सप्ताहे पुस्तकस्य पदस्य अर्थं प्राप्त्वा अग्रिमवर्गे वदामि. अस्तु समीचीनं. अस्तु अतः वयं जानीमः एतत् प्रान्तरूपं तस्य बहुत्र तस्य प्रयोगः भवति इति खलु. अस्तु इदानीं किं व्याकरण वर्गे अपि दृष्टवन्तः इति न वा भगिनि? अस्तु सर्वे सर्वे आगच्छन्ति व्याकरणे वर्गे अपि. ओ अस्तु अस्तु अस्तु आगच्छन्ति अतः किञ्चित् किञ्चित् सर्वं वयं जानीमः परन्तु सम्यक् न जानीमः किमपि समीचीनमस्ति. अत्र स्थित्वा अस्ति सर्वत्र इडागमः अस्ति दृष्ट्वा इडागमः नास्ति त्यक्त्वा दत्त्वा परन्तु स्थित्वा अस्ति अस्ति स्था धातुः अस्ति इडागमः अस्ति स्थित्वा अस्ति सर्वत्र स्मृयोगत्वा इति स्मृत्वा कृयोगत्वा कृत्वा त्यक् योगत्वा किमपि इकार न श्रूयते परन्तु स्थित्वा अस्ति चलित्वा धावित्वा उदित्वा तत्र इडागमः अस्ति कुत्रचित् अस्ति आर्धधातुकप्रत्ययः अस्ति तत्र इदागमस्य विचारः करणीयः. यदि वल्लादे अस्ति तत्सूत्रेण ककार वल्लादे अस्ति तस्य इदागमस्य विचारः भवति तत्र इदागमागच्छति किन्तु यदि यदि धातु अन्यत् अस्ति तद् इदागमनं भवति यथा गम् दृश् एतादृशं सर्वे अन्यत् अस्ति एकाचो समीचीनं भगिनि. अस्तु हा अस्तु. इदानीं तत्र वयं किं तत्र किं कुर्मः अद्य तत्र एतानि वाक्यानि हा तत्र क्वान्तरूपं अस्तु भगिनि. अस्तु भगिनि. अस्तु अस्तु अस्तु. अतः पञ्चपञ्च क्रमेण पञ्चपञ्च इति पठामः. अस्तु नरेश महोदय आरम्भं करोतु महोदय. किं महोदय तत्र पठति इति तस्य क्वान्तरूपम् इति पञ्च पठति इति आरभ्य पञ्च क्रियापदानि पठतु तदनन्तरम् अन्य कोऽपि पठति. आं महोदय. पठति पठित्वा भ्रमति भ्रमित्वा क्रीडति क्रीडित्वा धावति धावित्वा चलति चलित्वा. हा इति समीचीनं महोदय. अस्तु सरला भगिनी अग्रे. वदति उचित्वा त्यजति त्यक्त्वा विन्दति विदित्वा लभते लब्ध्वा भवति भूत्वा. हा समीचीनं भगिनी. अस्तु रघुपति महोदय अग्रे. अस्तु वर्तते वर्तित्वा वर्धते वर्धित्वा शेते शयित्वा संस्रते संसृत्वा अपि च म्रियते मृत्वा. तत्र अस्तु म्रियते मृत्वा. अस्तु संसते संस्रते संसित्वा. अस्तु संसित्वा. हा अस्तु अग्रे गीताञ्जलि भगिनि. जायते जनित्वा पश्यति दृष्ट्वा दहति दग्ध्वा पृच्छति पृष्ट्वा अपि च कर्षति कृष्ट्वा. पृष्ट्वा इति समीचीनं भगिनि. अस्तु बालचित्रं महोदय अग्रे. पृच्छति पृष्ट्वा न न न हरति हरति इति हरति कृत्वा हरति कृत्वा पचति पक्त्वा ध्यायति ध्यात्वा ददाति दत्त्वा शृणोति श्रुत्वा. महोदय पञ्च. अस्तु जहाति अपि वदतु महोदय तत्र. जहाति हित्वा हित्वा. अस्तु अस्तु महोदय अग्रे. ईक्षते ईक्षित्वा रमते रमित्वा पृङ्क्ते भुङ्क्ते भुक्त्वा मोदते मोदित्वा ब्रूते उक्त्वा चेष्टते चेष्टित्वा. इति हा अस्तु इति त्वन्तरूपम्. अस्तु हा तत्र किं किं तत्र उक्तवन्तः पूर्वं सरला भगिनी किमपि वक्तुमिच्छति वा तत्र कीदृशं रूपं भवति इति त्वान्तरूपं तत्र साधा सामान्यरूपं किम् अस्ति अपि विशेषरूपं किं किम् अस्ति तत्र सामान्यरूपं किं हा सामान्यतम यदा वयम् उक्तवन्तः अपि धातुगणविचारे न न केवलं सरलरीत्या वदतु भगिनि तत्र सामान्यरूपं किम् अस्ति अपि यदि ईडागम अस्ति चेत् तत्र तत्र किं भवति. ईडागम अस्ति पठित्वा पठ पठित्वा भवति धातु अस्ति पठ पठित्वा भवति तत्र इकारः आगच्छति तत्र इकारः आगच्छति विशेष अस्ति यथा भवति भूत्वा तत्र ईडागम अस्ति भू यद् अस्ति लभ लब्ध्वा भवति किञ्चित् विशिष्टकार्यं भवति तत्र दहति दग्ध्वा तत्रापि विशिष्टकार्यं भवति दृष्ट्वा अपि दृष्ट् धातुः अस्ति धातु दृष्ट्वा भवति तत् यदि वयं सूत्रं वदामि कृष्णाष्टुः सूत्रेण तकार शतकार भवति तथै कृष्ट्वा भवति धातु कृष् अस्ति किञ्चित् क्रियापदं कर्ष् भवति कृष्ट्वा अस्ति तत्र सो प्रत्ययस्य क्रियापदं न योजिता धातु योजित्वा त्वा इति धातु योग त्वा प्रत्ययात् योजनेन पाञ्चप्रत्यय वयम् आप्नुमः. हा समीचीनं भगिनि अस्तु. हा रघुपतिमहोदय तत्र केवलं यत् सामान्यरूपम् अस्ति तत्र उदाहरणानि एकवारं प्रदर्शयतु महोदय सामान्यरूपं यथा पठति पठित्वा ओके अस्तु यत्र इडागमस्ति अस्तु सारि एकनिमिषं खादति खादित्वा अस्ति यत्र इकार अस्ति खादस्ति खादित्वा अस्ति चल् अस्ति अत्र चलित्वा भवति कथयति कथय इति कथयित्वा इति भवति भक्षय इति अस्ति भक्षयित्वा इति भवति चालयति चालय चालयित्वा धाव् अस्ति अत्र धावित्वा गायति गीत्वा अस्तु गीदातु अस्ति गीत्वा अस्ति किमपि नास्ति रचयित्वा रचयति. अस्तु अस्तु महोदय. अत्र कोष्टके किम् अस्ति इति तस्मिन् कोष्टके यानि क्रियापदानि दत्तानि सन्ति तेषु साधारणरूपाणि किं किम् अस्ति इति तत्र पठिति पठित्वा तत् सामान्यरूपम् अस्ति खलु अस्तु. यत्र किमपि अस्तु वर्णयित्वा खादित्वा चलित्वा भक्षयित्वा कथयित्वा पूरयित्वा चोरयित्वा चालयित्वा धावित्वा रचयित्वा अपि च नमति नमित्वा नमित्वा अस्ति वा नमित्वा अस्ति न अस्तु अस्तु. तत्र किं कुर्मः अत्र अग्रे अग्रिम अभ्यासे अग्रिमपुटे यत् अभ्यासः अस्ति तत्र तत्र सर्वे वक्तुं शक्नुमः इति मन्ये तद् सुलभः एव अस्ति तत् प्रथमः अभ्यासः कृत्वा द्वितीय अभ्यासः कुर्मः. तत्र गच्छति इति किम् अस्ति गत्वा अस्तु. तिष्ठति इति स्थित्वा इति भवति अस्तु. पश्यति इति दृष्ट्वा इति भवति. रचयति इति रचयित्वा अस्तु. नयति इति नीत्वा इति भवति समीचीनं. हा गायति इति गीत्वा अस्तु. स्मरति नमति इति नमति इति नत्वा. ददाति इति दत्त्वा. स्मरति इति स्मृत्वा स्मृत्वा अस्तु. हा धावति इति धावित्वा अस्तु. कर्तयति कर्तयित्वा अस्तु. चालयति चालयित्वा अस्तु. खादति चालित्वा इति वा चालयित्वा इति नास्ति वा चालयित्वा इति मन्ये भगिनि पुनः आवश्यकम् अस्ति चेत् पुनः पश्यामः तत्. अस्तु, खादति खादित्वा, चोरयति चोरयित्वा, अस्तु, त्यजति त्यक्त्वा, हा पूरयति पूरयित्वा, हा अस्तु, तत्र चालयति चोरयति पूरयति, तत्र यकारः, हा तत्र अस्तु, पूरयित्वा अस्तु, वर्णयति वर्णयित्वा, हा कथयति हा समानरूपम् अस्ति इति, हा अस्तु, चलति चलति चलित्वा, अस्तु, भक्षयति भक्षयित्वा, भक्षयित्वा इति, अस्तु, हा इदानीं तत्र इदानीं रूपं कीदृशम् इति दृष्टवन्तः, इदानीं प्रयोगः कीदृशः भवति इति तत् पश्यामः, अस्तु, तत्र द्वितीयाभ्यासः बाणचित्रि महोदय आरम्भं करोति वा? अस्तु, गीताञ्जलि भगिनी आरम्भं करोति वा? आं महोदय, एतानि वाक्यानि पठत, त्वान्तरूपाणि अवलोकयत च, शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व, भुङ्क्ष्व इति आत्मनेपदी, भुज् धातु, तत्र चित्वा इति प्रथमकार्यं, तदनन्तरं भुङ्क्ष्व इति क्रिया भवति, समीचीनं भगिनि, हा प्रथमं राज्यं शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व, अस्तु, समीचीनं, हा तत्र जित्वा इति, तत्र त्वान्तरूपम् अस्ति, तत्र क्रियापदं किम् अस्ति? क्रियापदं जयति वा, क्रियापदम् इत्युक्ते अत्र वाक्ये तत्र शत्रून् तत्र त्वं शत्रून् जित्वा, इति स्थाने खादति, खादित्वा इति स्थाने खादति इति तादृशरूपं क्रियापदं, शत्रून् न अवगच्छामि महोदय, हा तत्र त्वान्तरूपं नास्ति महोदय, केवलं क्रियापदरूपं, साधारणक्रियापदरूपं किम् अस्ति इति, हा तत्र यदि प्रश्नः अस्ति कृत्वा, सोरि तदपि न भवति, तदपि नास्ति, हा केवलं जयति, हा जय त्वं, किन्तु त्वं जय जयसि इति, हा शत्रून् जय अथवा लोट्लकारे, शत्रून् जय इति प्रय, शत्रून् जय समृद्ध राज्यं भुङ्क्ष्व, इति तादृश, यदि वाक्यद्वयं वक्तुमिच्छामः, किन्तु अत्र त्वान्तरूपमेव समीचीनं, किन्तु हा केवलम् अभ्यासार्थं, हा अस्तु, समीचीनं भगिनि, अस्तु, रघुपतिमहोदय अग्रे, शास्त्रविधानोक्तं ज्ञात्वा कर्म कुर्वन्तु, शास्त्रविधानोक्तं ज्ञातत्व अस्ति, जानन्तु, ओके, शास्त्रविधानोक्तं जानन्तु, अत्र कुर्वन्तु इति अस्ति, कुर्वन्तु इति अन्तिमम् अस्ति, कुर्वन्तु मध्यमपुरुषः अस्ति, किम् अस्ति ज्ञातत्व अस्ति, जानाति जाने एव मध्यमपुरुष एकवचन जानातु ज्ञाने जान तत्र लोट् लकरे प्रायशः तत्र भव इति जान इति जान इति भवति वा जान अपि तत् ज्ञान न न यथा पठ पठ इति एव लोट् लकर रूपम् अस्ति खलु त्वं पठ इति हा भवान् पठतु किन्तु त्वं पठ इति अस्ति खलु तत्र अतः जान इति वा हा न जानामि महोदय हा द्रष्टव्यमस्ति हा हा तत्र लोट् लकार किन्तु अत्र कुर्वन्तु इति अस्ति अतः प्रथमपुरुष बहुवचनं रूपं खलु जानन्तु हा अतः जानन्तु इति मनसि आसीत् अतः उक्तवान् बहु भिन्नरूपं जानीषे महोदय अत्र दृष्टवान् जानीषे न अस्तु जानाति लट् लकार लोट् लोट् लकार एकनिमिषम् अस्ति लोट् लोट् लोट् लकार जानीहि अस्तु जानीहि जानीहि यत् उभयपदमस्ति वा उभय अस्तु अस्तु जानीहि अस्तु जानीहि धातुरूपं ज्ञा धातु सत्यं भगिनि ज्ञा धातु सत्यं जानीहि अस्ति जानीहि त्वं जानीहि वा अथवा जानीतात् इति यत्र जानीत अस्तु अस्तु जानीत अस्तु जानीतात् जानीतात् जानीतात् आशीर्लिङ्ग आशीर्लिङ्ग लोट् आशीर्लिङ्गार्थे जानीतात् इति जानीहि शास्त्रविधानोक्तं जानीहि कर्मं कुर्वन्तु कर्मं कुर्वन्तु हा किन्तु कुर्वन्तु अस्ति चेत् महोदय तत्र हा पुरुष करोतु करोषि अथवा कर्मं कुरु कुरु सत्यं अस्तु कुरु इति अस्तु हा अस्तु सरलभगिनी अग्रे पाण्डवसेनां दृष्ट्वा दुर्योधनं ब्रवीत् पाण्डवसेनां पश्यतु दुर्योधनं ब्रवीत् ब्रवीति पश्यति पाण्डवसेनां पश्यति दुर्योधनः पाण्डवसेनां पश्यति ब्रवीति हा समीचीनं भगिनि अस्तु हा नरेश महोदय अग्रे गुरून् हत्वा भोगान् कथं गुञ्जीय हृत्वा हरधातु गुरून् हरतु भोगान् कथं भुञ्जीय हा हरति इति हा तत्र हननम् अस्ति हत्वा हत्वा हत्वा हन हा हा हा हरति इति नास्ति हा हरति इति हृत्वा इति अस्ति हा अत्र हत्वा इति हननं करोति हनति गुरून् हनति भोगान् कथं भुञ्जीय कथं अस्तु इति अस्तु महोदय हा अस्तु अग्रे भानचेतनी महोदय एवम् उक्त्वा अर्जुनः उपाविशत् तत्र एवं वदति अर्जुनः एवं वदति अथवा उक्त्वा उक्त्वा उक्त्वा इति तं तत्र उक्त्वा इति ब्रूते ब्रूते हा एवं ब्रूते एवम् अर्जुनः ब्रूते अपि अर्जुनः उपाविशत् हा उपाविशत् हा एतद् रूपम् अग्रे न कृतवन्तः खलु हा उपाविशत् इति किं किमस्ति आविशत् उप प्लस् आविशत् उप प्लस् आ प्लस् विशत् हा सत्यं सत्यं लङ्लकारः अकारस्य आदेशः उप प्लस् आविशत् उपाविशत् इति हा लङ्लकाररूपम् अस्तु समीचीनं हा अस्तु तर्हि गीताञ्जलि भगिनी तद् धाम गत्वा न निवर्तते निवर्तते इति आत्मनिरूप प्रथम तद् धाम गच्छति न निवर्तते न निवर्तते समीचीनं भगिनि अस्तु गत्वा इति तत्र गच्छति इति क्रियापदस्य त्वान्तरूपम् अस्ति अस्तु समीचीनं हा अस्तु नरेश महोदय अग्रे जीवः इन्द्रियाणि गृहीत्वा नवं शरीरं याति जीवः इन्द्रियाणि ग्रहणं करोति नवं शरीरं याति समीचीनं महोदय हा अस्तु सरला भगिनि भोगान् भुक्त्वा जीवः पुनः मृत्युलोकं विशति हा समीचीनं भगिनि अस्तु हा रघुपति महोदय हा महोदय तत्त्वं विदित्वा त्वं न शोचितुमर्हसि तत्त्वं विदित्वा विन्द अस्ति वा न ज्ञात्वा इति अस्ति विदित्वा ज्ञात्वा इति अर्थे प्रायशः अस्ति अर्थे अस्ति न हा सत्यं तत्र विद् इति वेद यः जानाति इति हा वेद अस्ति अस्तु अस्तु तत्त्वं तृतीयगणमस्ति तृतीयगणमस्ति ज्योत्यादि दिक्त्वं भवति द्वित्वं कुत्र अस्ति वेत्ति अस्तु अस्तु विद् तत्त्वं वेत्ति अस्तु तत्त्वं वेत्ति अस्तु परन्तु तत्र मध्यमपुरुषः किम् अस्ति अत्र मध्यमपुरुषे अस्ति तत्र लोट् लकारः अस्ति एतत्तु अर्हसि अर्हसि तु लट् लकारः एव अस्ति आगच्छति तस्य दकारस्य अस्तु किन्तु तत्र क्रियापदं किम् अस्ति प्रथमपुरुषे एकवचने वेत्ति प्रथमपुरुषे एकवचने द्वितीयमध्यमपुरुषे वेत्ति भवति वेत्ति वित्सि अथवा वेत्सि वेत्ति महोदय सकार भवति अस्तु भगिनि अस्तु धन्यवादः अस्तु हा अग्रे कः गीताञ्जलि भगिनी उक्तवती वा आं महोदय अस्तु हा बालचित्रं महोदय मया वदनीयं महोदय अन्तिमं दशमं ज्ञानासिना संशयं छित्त्वा योगम् आचर छिनत्ति महोदय छित्त्वा छिन्दति छेदनं कृत्वा छित्त्वा छेदनं कृत्वा आचर लोट् लकार छेदनम् अस्ति न संशयं परिहरित्वा इति अस्ति परिहरित्वा संशयं संशयस्य भेदनं भेदनं कृत्वा भेदनं कृत्वा सत्यं महोदय प्रातिपदिकं किं महोदय प्रातिपदिकं धातु छिद् अस्ति छिद् छेदने तदेव अहं चिन्तयामि दृष्ट्वा लोट्लकाररूपम् अत्र न महोदय हा सत्यम् आचरयति आचरयति सत्यम् आचरयति मध्यमपुरुष एकवचने एकवचने सत्यं भगिनि सत्यं चित्वा लोट्लकाररूपं किं महोदय अहं चिन्तयामि रुदादिगण अस्ति छन्द् इति भवति छन्द् तत्र हि आगच्छति लोट्लकारे मध्यमपुरुषे एकवचने हा प्रायः छिन्धि इति वा बालचन्द्र महोदय एतादृशरूपं वयं तत्र लोट्लकारविषये एतादृशरूपं वयं किञ्चित् दृष्टवन्तः अस्तु एकनिमिष तत्र लोट्लकाररूपं कुत्र अस्ति अस्मिन् पुस्तके अदन्तम् अङ्गं नास्ति महोदय सर्वे अन्नदन्तम् अङ्गानि सन्ति हा हा हा सत्यं भगिनि किन्तु तत्र हा हा हा तत्र पेज् 54 पश्यतु तत्र हा तत्र प्रायशः हा छिन्दि छिन्दि इति द्वादश हा बिन्दि छिन्दि तादृशरूपम् अस्ति इति मन्ये खलु महोदय छिन्दि अस्ति हा छिन्दि इति तत् तदेव अस्ति इति लोट्लकाररूपम् इति मन्ये हा आमां छिन्दि हा ज्ञानासीन संशयं छिन्दि योगम् आचर इति हा अस्तु अस्तु समीचीनम् अस्तु अग्रे वदतु महोदय पुरुष एकवचन किं महोदय तत्र भवती तत्र किं तत्र छिन्दि इति परस्मैपदी धातुः अस्ति वा अथवा आत्मनेपदी धातुः अस्ति वा अतः किं छिन्दतु इति छिन्दतु इति अस्ति वा छिन्दतु छिन्दताम् इति तादृशरूपम् अस्ति वा अस्तु अस्तु बालचित्रे महोदय तत्र अष्टाध्यायी मध्ये द्रष्टव्यमस्ति महोदय द्रष्टव्यमस्ति वा न स्मरामि किन्तु मूलधातु किम् इति मम छिदिर् अस्ति द्वैधीकरणे अस्ति द्विधा करणीयम् अस्ति छिदिर् द्वैधीकरणे इति एकम् अस्ति तस्य द्वै तस्य खण्डनं विभजनम् इति करणीयं तस्मिन् अर्थे अस्ति एतत् महोदय चिन्तयामि छिन्नत्तु भवति छिन्नत्तु छिनत्तु छिनत्तु अस्तु भगिनि हा प्रायशः तद् स्मरामि छिनत्तु इति प्रायशः अस्ति हा अस्तु भगिनि अङ्गं भवति छिन्नत् योगत्तु तत्र नकार एव तिष्ठति तकार च तकार चित् अस्ति अत्र कोऽपि कार्यं भवति परिचरणम् अस्तु भगिनि हा अस्तु सो अतः वयं तत् कृतादिकरणं कृतवती महोदय हा सत्यं भगिनि सत्यं सत्यम् एतद् सर्वं न स्मर्तुं शक्नुमः हा अस्तु अस्तु, अग्रे गच्छामः तर्हि. तत्र एकः एव अभ्यासः अस्ति, तत् कृत्वा विरमम अद्य. अस्तु, तत्र कः रघुपतिमहोदय अग्रिमम् आरम्भं करोति वा तत्र? अस्तु महोदय. यथोदाहरणं वाक्यद्वयस्य योजनं कृत्वा सोरि स्वान्तरूपाणि उपयुज्य कुरुत. यथा कृष्णः सेनयोः उभयोः मध्ये रथं स्थापयति, सर्वान् पश्यति. कृष्णः सेनयोः उभयोः मध्ये रथं स्थापयित्वा सर्वान् पश्यति. अर्जुनः अहं योद्धुं न शक्नोमि इति वदति, उपविशति. अर्जुनः अहं योद्धुं न शक्नोमि इति उक्त्वा उपविशति. उदित्वा अस्ति वा? अस्तु, उक्त्वा अस्ति वा? वच् दातु उक्त्वा इति अस्ति. अस्तु अस्तु, गीताञ्जलि भगिनी अग्रे. गीताञ्जलि भगिनी न श्रूयते. अस्तु, नरेश महोदय. युद्धे शत्रून् जय, समृद्धं राज्यं वंश्व. युद्धे शत्रून् जित्वा समृद्धं राज्यं वंश्व. हा, समीचीनं महोदय. हा, सरला भगिनी अग्रे. अर्जुनः विश्वरूपं पश्यति, भीतः भवति. अर्जुनः विश्वरूपं दृष्ट्वा भीतः भवति. हा, समीचीनं भगिनी. हा, अस्तु, बालचेतनी महोदय अग्रे. अर्जुनः विश्वरूपं पश्यति, भीतः. तत् कृतं महोदय, अग्रिमं. हा, तदनन्तरं कृष्णः अर्जुनाय दिव्यं चक्षुः ददाति, विश्वरूपं दर्शयति. कृष्णः अर्जुनाय दिव्यं चक्षुः दत्वा विश्वरूपं दर्शयति. हा, समीचीनं महोदय. अस्तु, गीताञ्जलि भगिनी अस्ति वा इदानीं? हा, नास्ति इति मन्ये. अस्तु, रघुपति महोदय अग्रे. अस्तु महोदय. धृतराष्ट्रः सञ्जयं पृच्छति, युद्धविवरणं जानाति. धृतराष्ट्रः सञ्जयं पृष्ट्वा युद्धविवरणं जानाति. हा, समीचीनं महोदय. अस्तु, सरला भगिनी. अर्जुनः यः ईश्वरं, यः ईश्वरं, सः ईश्वरं जानाति, शान्तिं प्राप्नोति. सः ईश्वरं ज्ञात्वा शान्तिं प्राप्नोति. हा, समीचीनं भगिनी. हा, नरेश महोदय अग्रे. हा, अर्जुनः कृष्णस्य वाक्यं श्रुत्वा युद्धाय उत्तिष्ठति. हा, युद्धाय उत्तिष्ठति, समीचीनं महोदय. अस्तु, हा, बालचेतनी महोदय अग्रे. महोदय, नवमः योगिनः कर्मफला योगिनः कर्मफलानि यजन्ति, आत्मशुद्धये कर्म कुर्वन्ति. योगिनः कर्मफलानि त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति. हा, समीचीनं महोदय. अस्तु, हा, रघुपति महोदय. अस्तु, सञ्जयः कृष्णार्जुनसंवादं स्मरति, हर्षम् अनुभवति. सञ्जयः कृष्णार्जुनसंवादं स्मृत्वा हर्षम् अनुभवति. समीचीनं महोदय. हा, सरला भगिनी अग्रे. अर्जुनः स्मृतिं लभते, स्वधर्माचरणं करोति. अर्जुनः स्मृतिं लब्ध्वा स्वधर्माचरणं करोति. हा, समीचीनं. हा, नरेश महोदय. जीवः कर्मफलं भुङ्क्ते, पुनर्जन्म प्राप्नोति. जीवः कर्मफलं भुक्त्वा पुनर्जन्म प्राप्नोति. समीचीनं महोदय. हा, पुनर्जन्म प्राप्नोति. गीताञ्जलि भगिनी अस्ति वा इदानीम्? अस्तु, वनचेतन महोदय. योगिनः मनः, वदतु रघुपति. अत्र पुनर्जन्म प्राप्नोति, अत्र कर्मपद अस्ति महोदय द्वितीय पुनर्जन्म किन्तु तत्र पुनर्जन्म प्रायश नपुंसकलिङ्ग पदम् अस्ति इति मन्ये पुनर्जन्म आत्मन् इति आत्मा इति यादृशं रूपं भवति आत्मन् किन्तु आत्मा इति तादृश नकारान्त किन्तु नपुंसकलिङ्गपदम् अस्ति वा भगिनि सरला भगिनी जानाति अस्तु तदेव वयं अस्तु भानुचेतन् महोदय अग्रे योगिनः मनः आत्मनि योजयन्ति ध्यानं कुर्वन्ति योगिनः मनः आत्मनि योजयित्वा ध्यानं कुर्वन्ति हा समीचीनं महोदय अस्तु हा नरेश महोदय अग्रे कर्मबन्धिनः म्रियन्ते पुनः जायन्ते कर्मबन्धिनः मृत्वा पुनः जायन्ते हा अस्तु अत्र एकं वक्तव्यमासीत् न उक्तवान् तत्र तत्र क्वान्तरूपं तत्र क्रियापदं तस्य वचनं पुरुषम् इति तस्य भेदः न भवति क्वान्तरूपम् एकमेव अस्ति कोऽपि भवतु क्रियापदस्य रूपं तद् वक्तव्यम् आसीत् न उक्तवान् अस्तु तत्र अस्तु केचन एव सन्ति तत् गृहपाठरूपेण कुर्मः अस्तु तत्र समयः जातः इति कृत्वा अस्तु समीचीनम् अस्ति तत्र अग्रिमवर्गे वयं तत्र क्वान्तरूपस्य कथां पठितुं शक्नुमः अग्रे अस्ति अखण्डविश्वासः इति समीचीना कथा अस्ति अस्तु तर्हि अस्तु प्रश्नः अस्ति वा अस्तु अस्तु अस्तु अस्तु अतः विरमामः नमस्कारः सर्वेभ्यः नमस्कारः धन्यवादः अग्रिमवर्गे मिलामः हरि ओम् महोदय धन्यवादः नमस्कारः धन्यवादः महोदय क्षम्यतां महोदय अहं पुनः पुनः गच्छामि मम माता वृद्धा अपि च सम्यक् नास्ति महोदय अस्तु अस्तु अस्तु चिन्ता नास्ति भगिनी अस्तु तत्